अस्माकं तत्र तिङ्गन्तेषु हल् सन्धि इति समग्रचिन्तनम् इति वयं पश्यामः। तर्हि गतरविवासरे अस्माभिः कुतः पर्यन्तं पठितं? हा, सकारादौ प्रत्ययपरे अस्ति चेत् किं किं भवति इति, खलु? सकारादौ प्रत्ययपरे तत्तु अस्माभिः समाप्तं, यत् सकारादिप्रत्ययात् पूर्वं यदि कवर्ग, चवर्ग, टवर्ग, तवर्ग, पवर्ग, फन्तस्थ, उष्म व्यञ्जनानि सन्ति चेत् कार्यं कथं भवति इति, खलु? अस्तु, तर्हि इदानीम् अग्रे गच्छामः। तर्हि तत्र कोशः अस्ति, खलु? कोशाः सन्ति तत्र। प्रथमः कः कोशः इदानीं? हा, तर्हि तत्र कुत स्म? हा, हकार, इदानीं हकारस्य न हकारमपि समाप्तम् इति। हा, अस्तु, तर्हि चतुर्थः कोशः तकारादिथकारादिप्रत्ययपरे कार्यं कथं भवति, खलु? इदानीं तदेव अस्ति, खलु? तकारादिप्रत्ययपरे तत्र समग्रदृष्टि इति अस्माकम् इदानीं करपत्रमस्ति, खलु? तिङ्गन्तेषु हल् सन्धिकार्याणि सङ्ग्रह इति, तत्र भिन्नभिन्नः भवत्याः ध्वनिः न श्रूयते महोदय, मीना महोदय। आम् धातु तिङ्गन्तेषु हल् सन्धिकार्याणि सङ्ग्रह कुत्र इति किं? मया यत् ई पत्रे यत् प्रेषितं तदेव अस्ति, खलु? गतरविवासरे यत् अस्माभिः आरब्धं तदेव द्वादशं करपत्रम्। तिङ्गन्तेषु हल् सन्धिकार्याणि आम् सङ्ग्रह तत्र भिन्नभिन्नः तत्र किं कोष्ठाः सन्ति, खलु? टेबल्स् सन्ति, खलु? सकारादौ प्रत्यये परे सन्धिकार्याणि तत्तु समाप्तान्, तत् तदनन्तरं चतुर्थः यत् अस्ति टेबल् तद् उद्घाटयतु, नाम एक्स्पाण्ड् करोतु। इति लिखितमस्ति, सर्वे प्राप्नुवन्ति वा? प्रथमं कवर्ध, तदनन्तरं कव टवर्ग, कयोगः तवर्ग अथवा कयोगः तकारादि अथवा थकारादि प्रत्यय इति इदानीम् अस्माकं कार्यमस्ति। क प्लस् तथ इति फोर्थ टेबल्, अन्ये प्राप्नोति? विजयमहोदय, मदर् महोदय प्राप्नोति वा? आम्, तकारादि प्रत्ययोगो परयोगो सन्धिकार्याणि एतदेव, खलु? तकारादि सत्यं। कुत्र महोदय? फोर्थ टेबल् चतुर्थः, खलु? कयोगः तथ कयोगः तथ इति प्राप्नोति वा? एकनिमिषं महोदय, आं महोदय, आं प्राप्नोति। अस्तु, अस्तु, तर्हि मीना महोदय पठतु, पूर्ववर्णः क प्लस् तथ इति। क प्लस् तथ आदेशः कयोगः तथ। इदानीं भवती एव चिन्तयतु, अपठित्वा किं कार्यं भवति? कयोगः तथ उदाहरणं दृष्ट्वा प्रयत्नं अस्ति, परन्तु न दृष्ट्वा प्रयत्नं करोति चेत् श्रेष्ठतरं भवति. खयोगः च किमपि न वक्ति, किमपि नास्ति तत्र. किमपि नास्ति इत्युक्ते न खरी, खरी च अस्ति खलु. हा, परिवर्तनं न भवति परन्तु खरी च इति अस्ति खलु. चर्त्वं भवति खलु. शक्योगः शक्ता तत्र किमपि न भवति तत्र. हा, तत्र किमपि न भवति परन्तु अत्र खरी च प्रसक्तिः अस्ति खलु. चर्त्वसन्देहः प्रसक्तिः अस्ति परन्तु न किमपि न भवति तत्र. खयोगः थकारः अपि किमपि न भवति वा? खयोगः अत्र उदाहरणं वदतु महोदय. उदाहरणं दृष्ट्वा मा करोतु, चिन्तयतु खलु. खयोगः त थ किं भवति इति तु बेसिक् सन्धि अस्ति खलु, भवती जानाति इति. खयोगः त थ किं भवति? चर्त्वसन्धि अस्ति खलु. द्वितीयवर्णः तदनन्तरं झल् वर्णः अस्ति चेत् चर्त्व भवति खलु. चोक्कुः वा? चोक्कुः किं वदति? चोक्कुः कुतः आगच्छति? चवर्ग नास्ति खलु अत्र. ओ, चवर्ग नास्ति तत्र. तत्र चत्वसन्धि, चत्वसन्धि सूत्रं किं भवती वदतु? खलु करी च एव चत्वसन्धि समान. तर्हि उदाहरणं पठतु. शक्योगः ता कारः अस्ति खलु इदानीं. ककार, ओ द्वितीय द्वितीयपद्य. शक्योगः ता शक्ता तत्र तत्रैव तदैव अस्ति तत्र. ककारस्य चर्त्वे ककारः एव भवति चर्त्वसन्धि. तदनन्तरं खयोगः छ अथवा छ समानमेव चर्त्वसन्धि. खयोगः छ अथवा ख चत्वसन्धि पुनरपि खरीच इति सूत्रेण. उदाहरणं लेलेक् योगः ति लेलेक् लेलेक् ति लेलेक् ति किमपि भवति, किमपि न भवति तत्र. किं न अवगति? तत् चर्त्वमस्ति खलु, खकारस्य स्थाने कवर्ग प्रथमवर्णः भवति. लेलेक् लेलेक्ति अन्तिम खकारः इति झल् वर्णः अस्ति, तस्य अनन्तरं खरवर्णः अस्ति खलु प्रथमद्वितीयवर्णः. अतः खकारस्य स्थाने वर्गस्य प्रथमवर्णः भवति, चर् भवति खलु. चर्त्वसन्धिः अस्ति अत्र. किं न अवगच्छति? प्रथमं लेलेक् दृष्ट्वा लेलेक्ति अत्र किमपि न भवति महोदय. लेलेक् किमपि परिवर्तनं परिवर्तनं भवति. प्रथमः का वर्गः भवति भगिनि? लेलेक् द्वितीयसदस्य प्रथमसदस्य लेलेक् लेलेक् सत्यं सत्यं सत्यं. सम्यक्तया महोदय, सम्यक्तया पठतु, तत्र फोकस् करोतु. ककारस्य स्थाने ककारः भवति खलु. ककारस्य स्थाने प्रथम ककारः भवति. घयोगः च तत्र आदेशः खयोगः च गकारस्य चत्वेन ककारः करि च पुनरपि तात्वङ् गकारः योगः ति गकारस्य ककारः चत्वं भवति तत्र तात्वङ् तात्वङ्क् योगः ति तात्वङ्क् ति घकारस्य ककारः घकारस्य तक् योगः तकारतकारः अस्ति चेत् घकारः घकारादेशः तत्र किं भवति घकारः योगः ति तत्र जशस्ततो अधः अधः किमर्थं जशस्ततो जशः जशः तत्र जशस्थाने तकार झष इत्युक्ते किं झभगदश झभगध झभगदध चतुर्थवर्ण चतुर्थवर्णः जशः तकार तकारयोगो तस्य तकार थकारयोः स्थाने किं भवति धकारः भवति सम्यक् तर्हि अत्र घकारः योगः तकारः अत्र घकारः चतुर्थवर्णः अस्ति अतः तकार थकारयोः स्थाने धकारः भवति अत्र घकारः अस्ति तस्मात् घकारः भवति झष्वर्णः झष्वर्णः अस्ति झष्वर्ण भवति न झष्वर्णः अस्ति तस्य अनन्तरं तकार फकारयोः स्थाने धकारः भवति तदनन्तरं जलां झष्झषि वा तदनन्तरं जलां झष्झषि उदाहरणं पश्यतु जागग् जागग् योगः ति जागग् योगः तकारः धकार धकारः भवति धी भवति जा जाधग्धि तदनन्तरं जष्टो गकारः तृतीय तृतीयगकारः भवति तर्हि कवर्ग इदमस्ति क ख ग कृते तु केवलं खरीच इत्यनेन चर्तो सन्ति घ अस्ति चेत् प्रथमं तु तकारतकारयोः स्थाने धकारः भवति झषचतुर्दोधः तदनन्तरं घकारयोगधकार तत्र झलां झषि इत्यनेन घकारस्य गक गकारः भवति ग ध अस्तु अग्रे मगर् महोदय च योगः तकारः तकारः अस्ति चेत् चोः वृषे प्रथमं वृष योगः ता अत्र किं भवति वृक्ष इत्यनेन वा प्रथमं व्रश्च योगः ता प्रथमं किं भवति प्रथमं स्कोः संयोगारन्ते च इत्यनेन शकारस्य लोपो भवति तदनन्तरं वृष सृज मृज याज राज याज चषां शशां शः इत्यनेन शकारस्य शकारः भवति शकारस्य स्थाने भूमिः शकारः भवति तदनन्तरं सुनाशुः इत्यनेन दुष्ट इति भवति तकारस्य स्थाने टकारः भवति दृष्ट प्रथमं किं सूत्रं भगिनि प्रथमं किं भवति? सकार ककारयोः लोपो भवति खलु संयोगान्त चेत्, अत्र सकारः चकारः अस्ति वृष इत्यनेन, अतः संयोगान्तरन्ते च इति सूत्रेण सकारलोपो भवति. अन्येषां चकारान्तानां कुत्वेन ककारः भवति. चोः कुः इति सूत्रं कार्यं करोति. चकारः स्थाने ककारः भवति. पच् योगः ता योगः, अत्र चकारस्य स्थाने ककारः भवति. पक्ता इति भवति. शकारः योगः तुक्सहितचकारस्य स्थाने षत्वं, तदा षत्वं ततयोः श्रुत्वं भवति इति दत्तम्. उदाहरणं पच्च इति प्रच्च योगः ता अस्ति. अत्र तुक्सहितचकारः अस्ति. तुक्सहितचकारः अस्ति, अतः प्रथमं किं भवति? चोः शूरनिनासिके च इत्यनेन शकारः मूर्धन्यशकारः भवति. तालव्यशकारः भवति. तदनन्तरं शुनासिके च इत्यनेन तुक् सहितचकारस्य स्थाने तालव्यशकारः भवति. तदनन्तरं तालव्यशकारस्य किं भवति केन सूत्रेण? पृश पृश मृष इत्यनेन मूर्धनिशकारः भवति. तदनन्तरं मूर्धनिश श्रुतं भवति. प्रश् योगः ता प्रष्ट. तुक् रहितचकारः अस्ति चेत्? तुक् रहित चोः कुः इत्यनेन चकारस्य स्थाने ककारः द्वितीयसदस्य. तदनन्तरं करिच इत्यनेन चर्तुं भवति, ककारः भवति. यथा उदाहरणं लिखितमस्ति खलु अत्र वावाञ्च्. आम् अत्र अस्ति वावाञ्च् योगः इति वावाङ्क् योगः अनुनासिकम्. अत्र वस्तुतः ञकारः नकारः अस्ति खलु, अतः प्रथमं छकारस्य स्थाने किं भवति? वावाञ्च् मध्ये न्य इति वस्तुतः नकारः अस्ति खलु, आम्, छकारस्य स्थाने किं भवति? छ अस्ति, छ तस्य स्थाने किं भवति? ककारः भवति. केन सूत्रेण? चोः कुः इति सूत्रेण. अग्रे वावाङ्क् स्थाने किं भवति? नकारस्य स्थाने न, अनन्तरं नकारः अस्ति खलु, तत्र वावाञ्च् मध्ये नकारः अस्ति खलु, आम्, नकारस्य स्थाने किं भवति? अनुनासिकः भवति. अनुनासिकः अस्ति वा तत्र? प्रथमं तु अनुस्वारः भवति खलु. अनुस्वारः भवति केन सूत्रेण? अनुस्वारस्य परसवर्ण तत्तु अनुस्वारः भवति. तदनन्तरं किं? परन्तु अनुस्वारः कुतः आगच्छति? नकारस्य स्थाने अनुस्वारः केन सूत्रेण? नकारस्य नश्य पदान्तस्य जलि इति महोदय, नश्य पदान्तस्य च नश्य पदाञ्जलि इत्यनेन तत्र वावाङ्क् ति भवति. अत्र अनुस्वारः खकारः अस्ति. तदनन्तरं किं भवति खकारस्य किं भवति? करीच इत्यनेन चर्तुं भवति वावाङ्क् योगः इति. तदनन्तरं अनुस्वारस्य ईस परसवर्ण इति सूत्रेण वावाङ्क्ति भवति. सत्यं पूर्वतः सिद्धमस्ति, अतः अनेन क्रमेण एव कार्यं कर्तव्यम्. आम् उत्तमम्. अग्रे जकारः. जकारः योगः तकारः तकारः अस्ति चेत् प्रथमं चका चोः कुः इत्यनेन प्रथमं किं लिखितं? व्रश्चादिगणे. व्रश्चादिगणे पठितानां शत्रु यथा व्रश्च भ्रश्च भ्रश्च इति राज एते धातवः सन्ति चेत् जकारस्थाने किं भवति? जकारस्य स्थाने शकारः भवति. तालव्य तालव्य मूर्धन्यशकारः भवति. तदनन्तरं श्रुतुं भवति श्रुतुं यज् योगः ता यश् योगः ता तदनन्तरं श्रुणाश्रुः इत्यनेन यष्टा इति भवति. ककारः योगः तकार तकार अस्ति चेत् अन्येषां धातूनां जकारस्य अन्ये धातु सन्ति चेत् जकारस्य स्थाने चोः कुः इत्यनेन जकारस्य स्थाने गकारः भवति. तदनन्तरं करी च इत्यनेन चर्त्वं भवति. यथा त्यज् योगः ता त्यग् योगः ता त्यक्ता इति भवति. गकारः ककारः आदेशः भवति. त्यक्ता इति करी च इति सूत्रेण. झकारः जकारः योगः तकारः तकारः चेत् झकारः कीदृश वर्णः अस्ति? जश्वर्णः. अतः कं किं सूत्रं प्रथमं कार्यं करोति? जशस्ततोर्दः इति सूत्रम् इत्यनेन तकारः धकारः भवति. प्रथमं प्रथमं प्रथमं किं भवति? क्षम्यताम्, जकारः जाजर्ज योगः इति भवती चिन्तयतु. झकारयोगः तकारः प्रथमं किं सूत्रं कार्यं करोति? अत्र सम्यक् न लिखितमस्ति. प्रथमं किं क्रमेण यदि वयं गच्छामः चोः कुः इत्यनेन चोहकुः प्रथमं कार्यं करोति. पूर्वसूत्रमस्ति. चोहकुः इत्यनेन किं भवति? इत्यनेन गकारः गकारः भवति. झकारस्य गकारः भवति. तदनन्तरं जशस्ततोर्दोदः इत्यनेन तकारस्य स्थाने तकारः भवति. तदनन्तरं जलां जश् जशि इत्यनेन जश् भवति. चोः कुः प्रथमं कार्यं करोति. जाजर्ज् योगः ति जाजर्ज् योगः धि न प्रथमं जाजर्ग् योग कुः चोः कुः इति प्रथमं जाजर्ग् योगः धि तदनन्तरं जाजर्ज् जाजर्क् योगः दि जलां जशोन्ति जलां जश् जशि इत्यनेन जाजग् जा जाजग्ति जाजग्ति सम्यक् वा? जार्जग् आम् जाजग्दि प्रथम चोः कुः इत्यनेन जकारः गकारः भवति, तदनन्तरं गकारः तकारः दकारः भवति, तदनन्तरं गकारः तृतीयसदस्य गकारः भवति. खलु अस्तु विजय महोदय अग्रे तकार तवर्ग विजय महोदय पठतु. स नास्ति तत्र भगिनी महोदय. विजय महोदय नास्ति कुतः गच्छति? ड्राप् करोति वा? ओ अस्तु मीना महोदय भवती एव पठतु. कुत्र महोदय? डकारः टकारः डकारः योगः टकारः ठकारः वा? अत्र परिचय भवति प्रथमं वा? खरिच जागण्डयोगः अस्ति. खरिच इत्येतत् तस्मात् पूर्वमपि तकार तकार अस्ति चेत् किं भवति? श्रुनाष्टुः श्रुनाष्टुः जागण्डि भवति. टी तकारः तकारः डकारः भवति तकारः भवति प्रथमस्तरः तकारः तदनन्तरं करी च जागण्डि. स्तुनाष्टुः किं वदति? स्तुनाष्टुः षकारः तकारः अनन्तरं षकारः टकारः वा? अस्ति बहिनी नानट् इति उदाहरणं पठतु. न न महोदय स्तुत्वसन्धि इति स्तुनाष्टुः किं वदति इति मम प्रश्नः. स्तुनाष्टुः किं वदति? सकारतकारयोः सकारतकारयोः षकार सवर्ग षकारसवर्गः संहितायां भवति. सकारतकारयोः षकारसवर्गः भवति. सकारः षकारः भवति, तकारः सवर्गः भवति. संयोगे तर्हि अत्र श्रुत्वसन्धिः इति कृत्वा टकार तकारस्थाने टकारः भवति खलु? जागण्डि जागण्डि तत्र जागण्ड् कुत्र पठति? नानट् इति अस्ति खलु, किं पठति महोदय? नानट् कुत्र नानट् भवति? वेर मै टकारः अस्ति खलु टकारः टट नानट् अत्र वा? अस्तु नानट्टि ओके स्वास्थ्यं सम्यक् नास्ति वा इदानीम्? अनन्तरं ठवर्गं योगः तकार तकारः वा योजनेन तत्रापि लोलुण्ड् योगः ति अत्र श्रुनाष्टुः समान रीत्या लोलुण्ड् ति तकार सवर्गः ठवर्गः भवति तं करि च लोलुण्डि भवति करि च इति सूत्रेण लोलुण्टि तदनन्तरं दकारः योगः योजनेन तदन्तर तत्रापि शृणाष्टुः जागण्ड् योगः ति जागण्ड् योगः टि भवति तवर्गं टवर्गं भवति प्रथमं तदनन्तरं करि च जागण्डि डकार ठकार भवति योगः च तथयोः छकारादेशः भवति केन सूत्रेण कीदृशः वर्णः अस्ति झष् अस्ति खलु झष् लेड् ढकार झष् झष् झष् वर्णः भवति तकार तकारयोः योगेन योजनेन अत्र तकारः भवति लेड् लेड् लेड् जशस्ततोः जशस्ततोः अधोः अधः अधः मीन्स् ढकार दो अधः तस्मिन् तस्य सूत्रेण लेड् योगः धा भवति लेड् तदनन्तरं ष्टुनाष्टुः धवर्गं योग धवर्गं भवति धवर्गं भवति धा धा भवति भवति वदतु ध अनन्तरं ध अस्ति चेत् किं कार्यं भवति विना पठित्वा पठतु वदतु ध अनन्तरं तथा ड अनन्तरं ध अनन्तरं ध अस्ति चेत् किं कार्यं भवति ष्टुनाष्टुः भवति षकार टकारः भवति ढ अनन्तरं ढ ढकार ढकारः संहिता अस्ति चेत् किं कार्यं भवति जागण् तत्र तत्र वा न न न ढ अनन्तरं ड अनन्तरं ढ भवति डोडे लोपः डोडे लोपः वदतु खलु डोडे लोपः ढकारस्य अनन्तरं ढकार भवति चेत् पूर्व ढकारः लोपः भवति लेड् ढ ले ढ भवति तदनन्तरं नास्ति किमपि नास्ति लेड एव प्रथमं लेड् ध जशस्ततो अधो अधः जशस्ततोर्धोरधः इति सूत्रेण लेड् योगः धा भवति तकारः धकारः भवति तदनन्तरं ष्टुनाष्टुः इति सूत्रेण लेड् धकारः ढकारः भवति देन् धोडे लोपः लेडा भवति इदानीम् अवगच्छामि किमपि नास्ति महोदय सरलमेव अस्ति आम् तकारयोगः तकारतकार वा वर्णः अस्ति चेत् तकारस्य चत्वं भवति तकारस्य चत्वेन तकारः एव भवति इति दत्तम् उदाहरणमस्ति चा छत् योगः ति अत्र करिच इत्यनेन चाचत् योगः ति चाचत्ति किमपि न भवति किमपि किमपि न भवति करिचैत्येन तकारः तिष्ठति तिष्ठति आम् तकारः योगः तकारः वा तकारः अस्ति चेत् तकारस्य चर्त्वं भवति मामन्द् योगः इति तकारस्य स्थाने प्रथमतकारः आगच्छति मामन्ति तकारः मामन्ति अस्ति खलु तत्र खरिशैतेन तकारः तकारः भवति खलु तस्य विकल्पेन द्वितीयरूपं किम् तकार अत्र लिखितं नास्ति परन्तु अस्माभिः पठितं मामन्ति अत्र नकारः तकारः तकारः अस्ति खलु मामन्ति आम् नकारः तकारः तकारः अस्ति अतः अत्र रूपद्वयं भवितुं शक्नोति खलु चिन्तयतु सवर्ण अस्ति चेत् किं सूत्रमस्ति तत् प्रथम जरी सूत्रं वा जरो जरी सवर्ण इति सूत्रेण किं वदति सवर्ण अस्ति चेत् प्रथम प्रथमवर्णः कीदृशः भवेत् हल् हलोत्तरवर्ण हल् किं हल् जल् वर्णः अस्ति चेत् झर् झर् जर् वर्णः अस्ति चेत् तदनन्तरं किम् अनन्तरं सवर्ण अस्ति चेत् आम् हल् वर्णः अस्ति तकारः जर् वर्णः अस्ति तदनन्तरं प्रथमतकारः लोपो भवति विकल्पेन किं भवति मामन्ति मामन्ति तकारद्वयम् अन्यरूपमस्ति मामन्ति एक एव तकार मया न अवगतं तत् तत्र प्रयोग तत्र प्रक्रिया न कृतं महामहोदय झरो झरि सवर्णे खलु अत्र मामन्ति मध्ये किम् अस्ति नकारः अस्ति हल् वर्णः तस्य अनन्तरम् अस्ति तकारः यः झर् वर्णः अस्ति तस्य अनन्तरं पुनः तकारः अस्ति यः प्रथमतकारस्य सवर्णवर्णः अस्ति खलु तर्हि झरो झरि सवर्णे इति किं वदति हल् वर्णः तदनन्तरं झर् वर्णः तदनन्तरं सवर्णझर्वर्णः अस्ति चेत् प्रथमझर्वर्णस्य लोपः भवति विकल्पेन अतः अत्र प्रथमतकारस्य लोपः भवति विकल्पेन मामन्ति इति पठितमस्माभिः पुनः पठतु अग्रे दकारः दकारः योगः तकारः वा तकारः अस्ति चेत् चर्तमेव भवति अद् योगः अति अत्ति करीच इति सूत्रेण अत्ति इति भवति ततयोः दकारादेशः कथं दकारः अस्ति चेत् धकारः कीदृशः दकारयोगः जश्वर्णः अस्ति अतः तकारस्य स्थाने दकारः भवति केन सूत्रेण क्रोध जशस्ततो दोदः क्रोधयोगः ता क्रोधयोगः दा क्रोधा दकारः जशिष् जलं जष्टशि इत्यनेन तकारः दकारः भवति तदनन्तरं पकारः योगः अग्रे हीना महोदय पवर्ग पठतु पवर्गः पकारः योगः थकारः अथवा थकारः वा पकारस्य चत्वेन पकारः एव करिच करिचसूत्रेण तकार पकारः तप् योगः तकारः था भवति तत्र किमपि न भवति सप्ता एव पकारपकार एव तिष्ठति ओके योगः च तत्रापि हा तत्र जो गुं जो गुं योगः ति अनुनासिके भवति किमर्थम् अनुनासिका किं जो गुम्फ् धातुः अस्ति फकारस्थाने किं भवति जो गुम्फ् फकारस्थाने फकारः भवति करी च फकारस्थाने फकारः भवति अत्र सूत्रं प्रसक्तिः अस्ति जो जो जो गुम्प्ति जो गुम्प्ति न जो गुम्फुप्ति जो गुम्प्ति बकारः योगः थकार थकारः तत्रापि बकारः बकारः पकारः करी च इति सूत्रेण पकारः भवति करी च समान प्रक्रिया तत्र भकारः योगः तकार तकारः वा अत्र जशस्ततो अधो अधः इति सूत्रेण लब्धा बद्धा भवति प्रथमं लब्धा तदनन्तरं जशां जलां जस् जशि इति सूत्रेण भकारः बकारः भवति साफ्ट् बकारः भवति यकारः योगः सर्वे आगच्छन्ति वा इदानीपर्यन्तम् आं महोदय अस्तु मन्दरमहोदय भवती पठतु या योगः ता वा ता अस्ति चेत् लोपो व्यो व्यलि इति सूत्रेण यकारः लोपो भवति जा है योगः ति जाहति यकारः लोपो भवति अत्र लोपो व्योर्वलि धातु एव जाहै भवति वा धातु एव जाहै इति अस्ति वा पठतु मदर्भो रकारः योगः तकारः वा तकारः अस्ति चेत् किमपि कार्यं नास्ति जागर् योगः ति जागर्ति लकारः योगः तकारः तकारः किमपि कार्यं नास्ति उदाहरणमस्ति पम्पुल् योगः ति पम्पुल्ति इति आप्शन्स् अस्ति तत्र किमर्थं तत्र अग्रे आगच्छतु भवती चिन्तयतु किमर्थमस्ति चिन्तयतु किमर्थं स्टार् अस्ति अत्र पम्पुल् मध्ये योगः ति ति कीदृशप्रत्यय अस्ति पित् अस्ति वा अपित् अस्ति पित् अस्ति पम्पोल् ति शुद्धे केन सूत्रेण पुगन्तलघुपदस्य परन्तु न भवति किमर्थं न भवति इति अग्रे आगच्छ अग्रे वकारः योगः तकारः तकारः अस्ति चेत् वकारस्य लोपो व्यर्वी इति सूत्रेण वकारस्य लोपो भवति षकारः योगः षकारः योगः तकार तकारः अस्ति चेत् क्रोश् योगः ता षकारः योगः तकारः अस्ति चेत् व्रश्च व्रश्च सृजमिजयजराजबृजां शशांशः इति सूत्रेण षकारः षकारः भवति क्रोश् योगः ता तदनन्तरं अष्टनाष्टभेदसूत्रेण क्रोष्ठा भवति तकारः तकारवर्गं भवति षकारः योग सकारतकार अस्ति चेत् चरीकर्ष् योगः ति चरीकर्ष् ष्टुनाष्टुः टवर्गः टवर्गः भवति चरीकर्ष्टि सकारः सकारः योगः योजनेन चाकस् योगः ति चाकस्ति एव किमपि न भवति. अस्तु धन्यवादः अग्रे मिलर् महोदय अग्रे हकारः हकारस्य डकारः स्थाने पोडः इति लिह् योगः लिग् योगः ति लेडि कथं लिग् हकारस्य स्थाने डकारः भवति होडः इति सूत्रेण लेड् योगः पुगन्तलघुप्रदेशे इति सूत्रेण लिग् लेह् भवति प्रथमं तदनन्तरं लेड् हकारस्य स्थाने डकारः लेड् योगः इति तदनन्तरं डकारः अस्ति जशस्ततोर्दोदः इति सूत्रेण तकारस्य स्थाने दकारः भवति शृणाष्टुः इति अनेन दकारस्य स्थाने डकारः आदेशः भवति तदनन्तरं डोडे लोपः इति अनेन डकारस्य प्रथम टकारस्य डकारस्य लोपो भवति अन्तिमरूपं लेडि इति भवति. तर्हि लिह मध्ये प्रथमं तुगन्तलघुपस्य चेतनेन लिह तदनन्तरं पोडः इत्यनेन हकारस्य ढकारः तदनन्तरं ढकारः झस्वर्णः तकारस्य धकारः झषतोधोधः लेड्यो भवति. इदानीं स्तुः इत्यनेन धी तस्य ढि भवति लेड्यो भवति. इदानीं ढकार ढकारः अस्ति अतः ढोडिलोपः इत्यनेन लेढि. यदि किं रघुपति आचार्य न जानामि अस्तु मदर् महोदय. यदि धातु दकारादिः अस्ति चेत् दादेर् धातो गः इति सूत्रेण दुः योगः ते अत्र अकारस्य स्थाने गकारः भवति दुग् योगः ते जशस्ततो दोदः इत्यनेन ते दे भवति दुग् योगः दे जलां जश् जशि इत्यनेन गकारस्य स्थाने गकारः भवति दुग्ते दादेर्दोर्गः इति सूत्रम् दादेर् धातोर्गः किं किं वदति तस्य तत्सूत्रं वदतु. धातो दकारादि धातु अस्ति अस्ति चेत् हकारादि हन्तः अस्ति चेत् हकारस्य स्थाने गकारः भवति धातोः भवति धकारादिधातोः भवति चेत् हकारान्तधातु अस्ति चेत् हकार अस्ति चेत् तत् हकारान्तधातु धकारादि हकारान्त हकारान्त हकारः गकारः भवति. तदनन्तरं गकारः योगः दकारः अस्ति चेत् तुः मुह् स्नुः स्निग् वा अत्र दुक् योग् द्रोक् स्निह महोदय द्रुहमुह स्नुः स्निह इति धातूनां कृते किं सूत्रं कार्यं करोति द्रुह मुह स्नुह वा इति द्रुहमुह हकारः दकारः भवति किं भवति सूत्रं किं प्रथमं तत् वदतु तत् सूत्रं मनसि अस्ति किं दुः मुः निः शुः निः मुह मुह श्नुः श्निगां शुः श्निगां सूत्रं किं वदति हकारस्य स्थाने समानमेव किल दादो दादेर् धातोकः अपि हकारस्य दकारः भवति गकारः भवति अत्रापि हकारस्य गकारः भवति परन्तु अत्र दृहमुग प्रति धातोः उक्तं दृह मुग श्नुग अपि तदेव न केवल दकारः एव भवति वा केवल घकारमेव भवति वा अन्य किमपि नास्ति वा दकारः वा दकार मा दृहमुहश्नुहश्निय हकारस्य स्थाने घकारः भवति इति एव अस्ति वा तस्य अर्थं घकारः वा सूत्रं सूत्रं किं भवति किं वदति तदेव अहम् इच्छामि सूत्रं किं वदति दृहमुह सूत्रम् एकस्मिन् विकल्पेन भवति खलु एकस्मिन् पक्षे घकारः भवति अन्यस्मिन् विकल्पेन भवति वा एकस्मिन् पक्षे घकारः एकस्मिन् पक्षे घकारः हां धकारः अस्ति तर्हि वदतु यस्मिन् पक्षे प्रथमपक्षे यत्र घकारः अस्ति किं कार्यं भवति दृह कृते दृह द्रोग् योगः भवति तदनन्तरं जलां द्रोग्योः जशस्ततोः दः इति अनेन दकारः भवति तदनन्तरं जलां जष्टसि जलां जष्टसि तर्हि यस्मिन् पक्षे ढकारः भवति तत्र किं भवति तत् द्रोग् योगः द चक्तुं भवति वा द्रोड् योगः धा खलु द्रोड् डकारः योगः जशस्ततो दौ दः इति अनेन दा भवति शुनश्चुः अस्ति वा आम् द्रोड् योगः ता द्रोड्योः ड द्रोड्यो योगः डोड डोडि लोप इति अनेन डोडा डकारलोपः भवति तदनन्तरं द्रोडा दृहमुखश्रुगश्रीकान् सूत्रम् अथवा होडः भवति वा होडः अस्य अपवादः दृहमुखश्रुगान्ति सूत्रस्य होडः अपवादः न होडः सूत्रस्य अपवादः वा दृहमुखश्रुगोडः सामान्यसूत्रमस्ति हकारान् पठ्यते दादे दातुर्वः तस्य एकः अपवादः वा दृहमुह तस्य एकः अपवादः नः धातु नः द्रोढः अभवत् खलु आम् आम् नः नः धातोः अकारस्य नो नहो दः इति सूत्रेण आकारः दकारः भवति, नः योगः ता, नद् योगः ता, तदनन्तरं जलां झष् झषि इत्यनेन नद्दा न इति भवति. अस्तु, तर्हि इदानीं तकारथकारादि कृते कार्यं कथं भवति इति अस्माभिः पठितम्. अस्तु, तस्य अग्रे यः कोष्ठः अस्ति तत् गृहे पठतु, तत् किमपि नास्ति, पुनः रिविजन् अस्ति तत्र तकारकृते. अग्रे इदानीं धकारादिप्रत्ययः अस्ति चेत् सकारादिप्रत्ययः अस्माभिः पठितं, तकारे थकारादिप्रत्ययः अस्माभिः पठितम्, इदानीं धकारादिप्रत्ययः. तर्हि मीना महोदय पठतु. को योगः धकारः योगः धकारः, धकारस्य शासक योगः धी, खकारः योगः धकारः, जलां झष् झषि शासक धी, खकारः योगः धकारः, तत्रापि जलां झष् झषि ले ले लिक् धि ले लिग् धि, गकारः योगः धकारः समानमेव, ता त्वङ् योगः दि त्वङ् तत्र किमपि भवति किं भवति जलां झष् झषि भवति वा तत्र सर्वत्र भवति खलु जलां झष् झषि गकारः न सर्व अत्र न भवति तातङ्ग् तातङ्गकारः तत्र गकारः एव तिष्ठति खलु परन्तु कार्यं तु भवति खलु गकारः गकारः एव तिष्ठतु तिष्ठति घ योगः ध लालङ् लालङ् योगः दि अत्र जलां झष् झषि भवति घकारः घकारः भवति लालङ् धि चकारः योगः धकारः तत्र चकारस्य खकारः भवति पापच् योगः दि चोक्कुः इति सूत्रेण पापक् योगः दि तदनन्तरं जलां झष् झषि पापक् दि चकारः योगः धकारः आदेशः ध भवति व्रश्च धातुः कीदृशी अस्ति किं किं सूत्रं कार्यं करोति शब्दं भवति प्रथमं किं कथं वाव्रश्च इति धातुः अस्ति प्रथमं किं कार्यं भवति वाव्रश्च योगः धी मध्ये प्रथमं किं भवति प्रथमं शब्दं भवति वाव्रश्च योगः धी प्रथमं किं कार्यं भवति अस्माभिः बहुवारम् इदं पठितमस्ति महोदय इदानीं तत्र व्रश्च व्रश्च तस्मादपि पूर्वं किं किं तत्पुः तत्र भ्रमः अस्ति सूत्रं मम मस्तके नास्ति सूत्रं त्यजतु कार्यं किं भवति वा व्रश् भवति वा किं भवति वा व्रश् भवति वा व्रश् कथं भवति वा व्रश्च इति अस्ति खलु वा व्रश् च अस्ति सूत्रं त्यजतु कार्यं किमस्ति कार्यमपि सूत्रं किं महोदय स्कोः संयोगाद्योरन्ते च खलु स्कोः सकारककारयोगो संयोगः तत्र ककार नास्ति, सकारः अस्ति, सकारककारयोगसंयोगान्तस्य लोपः वा वृच् भवति या तदनन्तरं किम् वा वृच् तदनन्तरं वृश्च वृश्च सृज मृज षत्वं भवति वावृषयोगः वावृषयोगः धि तदनन्तरं शृणास्तुः वावृष धि तन् जलां जस्यसि वावृष्टि तत्र एव संशयः अस्ति वा स्कोः संयोग सकारककारयोः किं वदति पदस्य अन्ते अथवा झलीपरे यदि संयोगः अस्ति यस्य प्रथमः सदस्यः सकारः अथवा कवर्गीयवर्णः अस्ति तर्हि तत्र सकारस्य प्रथमसदस्यस्य लोपः भवति अत्र वावृश्च मध्ये सकारः प्रथमसदस्य अस्ति खलु अतः तस्य लोपः भवति वावृच् इति भवति तदनन्तरं स्वश्च ब्रश्च शकाशत्वं भवति तदनन्तरं शृणाश्रु तदनन्तरं जलाञ्जस् देन् इट् फालोस् छकारः योगः धकारः प्रथमं भवती वदतु तुक् छकारः की छकारस्य छकारस्य प्रकाराः के के चूड किं प्रश्नः किं महोदय छकारस्य के के प्रकारः छकारस्य छकारः भवति न न छकारस्य के के प्रकारः एकः अस्ति तुक्सहितछकारः तुक्सहितछकारः अत्र तुक्सहितछकारः अस्ति चेत् तुक् सहित अस्ति चेत् किं कार्यं भवति प्रथमं चकारवकारयोः षूड् अनुनासिके इति सूत्रेण षकारः भवति पाप्रश् भवति तुक् सहितचकारस्य षकारः षकारः मूर्धन्य तालव्य किं तालव्यषकारः तर्हि पाप्रच्छयोगः धी मध्ये पाप्रश् योगः धि तदनन्तरं छकारस्य किं भवति तदनन्तरं व्रश्च वृज सृज इति सूत्रे नेन षकारस्य षत्वं भवति पाप्रशुद्धि तदनन्तरं श्नाष्टुः पाप्रशुद्धि जलाञ्जसि तदनन्तरम् ओके पाप्रद्धि तर्हि तुक् रहितचकारः अस्ति चेत् किं भवति तुक् रहितचकारम् अस्ति चेत् वावाञ्च योगः धि अत्र चोकुरहितसकारं चेत् चोकुः वा वाङ् धि तदनन्तरं जलां जस्यसि वाङ्गि ओके जकारः योगः धकारः नेनिज् योगः धि अत्र चोकुः नेनिघ् योगः धि जलां जस् नेनिग्धि जकारः यो जकारः अथवा धकारः सामान्यजकारः अस्ति चेत् चोहोकुः परन्तु केचन धातवः सन्ति अत्र किं भवति व्रश्चादिगणे धातवः सन्ति खलु तत्र व्रश्च व्रश्च यायज् या किमर्थं यायज् अन्तर्भूतं वा व्रश्च व्रश्च सृज मृज यज यज् अस्ति या यज् अस्ति यज् दातु वा या यज् योग तत् व्रश्च व्रच या यश् योगः दि शृणाष्टुः या यश् दि जलां जस्य चेत् या यड्धि झकारः योगः धकारः जाझर्ज् योगः दि अत्र जाझर्ज् योगः दि चोक्कुः झकारः गकारः भवति कवर्गं भवति जाझर्भ् योगः दि तदनन्तरं जलाञ्जसि जाझर्धि आम् महोदय टकारः योगः दकारः लो लुट् योगः दि अस्ति अत्र शुनष्टुः इत्यनेन दकारस्थाने टकारः भवति लो लुट् योगः ति तदनन्तरं जलां झषि इत्यनेन टकारस्य डकारः भवति लो लुड्डि टकारः योगः दकारः अस्ति चेत् टकारः पापड् योगः दि पा शुनष्टुः इत्यनेन पापड् योगः डि जलां झषि इत्यनेन टकारस्य स्थाने डकारः भवति पापड् डि इत्यनेन भवति डकारः योगः दकारः प्रथमं भवति श्रुत्वम् ईर्योगः द्वे ई द्वे तदनन्तरं ईड् द्वे किं किमपि कार्यं नास्ति ईड्वे धकारस्य धकारः भवति खलु शुनाष्टुः ईड् आम् आम् ईड् द्वे जष्टमस्ति तत्रापि परन्तु धकारः एव तिष्ठति धकारः एव टकारः एव तिष्ठति टकारः योगः दकारः अस्ति चेत् शुनाष्टुः इत्यनेन दकारः डकारः भवति तृणेड् योगः दि तृणेड् योगः दि डोडे लोपः इत्यनेन प्रथमडकारस्य लोपः भवति तृणेडि तृणेडि इति भवति आदेशः धकारः धकारः वा कृन्द् योगः धि जलां झषि धकारः सफ् धकारः भवति कृन्धि कृन्द् धि द्वितीयरूपं किं विकल्पेन अत्र लिखितं नास्ति परन्तु अस्माभिः इदानीमेव चर्चितम् क्रिन्धि अत्र द्वितीयरूपं किम् किं केन सूत्रेण महोदय झरोझरि सवर्णे खलु झरोझरि सूत्रमपि इदानीमेव अस्माभिः चर्चितं खलु हल् वर्णः तदनन्तरं झर् वर्णः तदनन्तरं सवर्णझर्वर्णः धकारः हल् वर्णः अस्ति तदनन्तरं धकारः झर् वर्णः अस्ति तदनन्तरं धकारः सवर्णझर् वर्णः अस्ति अतः किम् हल् वर्णः कृर् वर्णः कृन्धि अत्र झर् झर् अनन्तरं ओ ओ नकार हल् वर्णः योगः झर् वर्णः तकार योगः धि हल् वर्ण हल् अजर्वर्णः अस्ति चेत् किं भवति, झर् भवति, झर् वर्णः भवति, झरो वस् सूत्रं झरो झरि वा, झरो झरि सवर्णे, झरो झरि सवर्णे, सो क्रुद्धि क्रुद्धि क्रिन्धि धकारस्य रूपः क्रिन्धि नकार दकार धकार अस्ति खलु, अतः दकारस्य मध्यदकारस्य लोपः क्रिन्धि क्रिन्धि ऐसे अग्रे मध्यदकारः लोपः अग्रे थकार धकारः मामन्त् मामन्त् योगः धि मामन् जलां झस् झसि मामन्धि अथवा मामद्धि अथवा किं मामदि मामन्धि दका दकारः लोपः तत्र मामद्धि मकारस्य लोपः मकारान्तरं दकारलोपः मामन्धि मामन्धि दकार धकारः अद् धि अतः जलां झस् झसि तत्र तत्र जलां झरो झरि सूत्रस्य प्रसक्तिः नास्ति अति एव तदनन्तरं धयोगः ध रुन्द् योगः दि रुन्दि जरा जलां झसि अत्र जरो जरो झरि अन्यतरस्यां न भवति वा रुधि न भवति वा रुन्धि भवति रुन्धि अथवा रुन्धि भवति खलु रुन्धि अस्ति खलु जरो झरि अत्र प्रसक्तिः अस्ति किल भवती वदतु अस्ति न वा अस्ति इति चिन्तयामि अतः रूपं किं भवति द्वितीयरूपम् अत्र रूपम् इति रुन्धि नाट् रुन्धि रुन्धि न रूपद्वयमस्ति रुन्धि रुन्धि अत्र लिखितमस्ति तदपि समीचीनमस्ति अन्यरूपमस्ति रुन्धि रूपद्वयं रुन्धि रूपद्वयम् अग्रे पकारयोगः धकारः चेक्षिप् योगः दि अत्र चेक्षिप् जलां झषसि शेक्षिब्धि अत्र अत्र जलां जलो झरि इति सूत्रस्य प्रसक्तिः नास्ति अत्र किमर्थं जलो झरि अत्र झरि अस्ति जल जल जलवर्णः नास्ति तत्र हलेव नास्ति अत्र किमस्ति हल् एव नास्ति वर्णत्रयं भवति तत्र एव वर्णत्रयं फकारः योगः दकारः जो गुम्फ् योगः दि जलां झस् झसि जो गुम्ब फकारः बकारः भवति जो गुम्भि जो गुम्भति तत्रापि जर झरि वर्णः नास्ति बकारः योगः दकारः लालम्ब् योगः दि जलां झस् झसि लालम्भि लालम्भि भकारः योगः धकारः रारब् योगः दि रारब्धि रारब्धि ओके जलां झस् झसि शकारः योगः धकारः नानश् योगः दि अस्तु शकारः योगः तकारः नानश्योगः दि अत्र वृष वृष इति सूत्रेण तालवेशकारस्थाने मूर्धन्यशकारः नानश् योगः दि तदनन्तरं स्टुनष्टुः इत्यनेन नानश्योगः डि जलां जश् जशि इत्यनेन शकारः डकारः भवति नानड्डि अनन्तरं शकारः योगः दकारः अस्ति चेत् लालश् योगः दि लालश् स्टुनष्टुः इति सूत्रेण दकारः डकारः भवति तदनन्तरं जलां जश् जशि इति अनेन शकारः डकारः भवति लालड्डि इति लालड्डि इति रूपं सकारः योगः दकारः दीच इति सूत्रेण सकारस्य लोपो भवति वावस् योगः दि वा वदि धीचरूप धीच किमस्ति सकारस्य परे दकारः अस्ति चेत् सकारः लोपः भवति इति सूत्रं वदति अतः सकारस्य अस्तु तर्हि सर्वे आगच्छन्ति खलु आं महोदय अस्तु तर्हि इदानीम् अग्रे अन्तिमकोष्ठः एव अवशिष्टः अस्ति ह ध हकार अनन्तरं धकारः तत् अग्रे वयम् अग्रेस्मिन् सप्ताहे पठिष्यामः हकारधकारः इति अवशिष्टमस्ति तदनन्तरं समग्रचिन्तनं समाप्तम् सूत्राणि सन्ति तदनन्तरं सूत्राणि सन्ति सूत्राणि सन्ति केचन सूत्राणि सन्ति नूतनसूत्राणि तदग्रे पठामः परन्तु इदमस्ति तत्र समग्रचिन्तनम् अग्रिमरविवासरे इदं समाप्य अभ्यासं कुर्मः हल्सन्धेः अभ्यासम् अस्ति अत्र बहुत्र 12A 12B इति तद् वयं कुर्मः अथवा अहं वदामि यत् सर्वे एकवारं सूत्राणि पुनः पठन्तु अभ्यासं करोतु सूत्रं किं किं करोति इति पुनः पठतु सर्वं करोतu येन अभ्यासः सुलभः भवति सूत्राणि मस्तिष्के न सन्ति चेत् अभ्यासः सुलभः न भवति खलु अतः कृपया तत्र गृहपाठरूपेण सर्वाणि सूत्राणि पुनः पठन्तु कार्यं कथं भवति पठन्तु कुत्र भवति कुत्र न भवति निमित्तं किं किं पठतु इति सर्वं पठतु अभ्यासः दातवः वा 12A 12B धातु इति अस्ति अस्तु प्रश्नः अस्ति वा कस्यापि इदानीम् अस्तु नास्ति चेत् इदानीं विरमामः